नात्मानं न परं चैव न सत्यं नापि चानृतं राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा। कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीयेव तत्त्वग्रहण अन्यथा ग्रहणलक्षणो बन्धो न सिद्ध्यते इति। यस्मात् आत्मानं विलक्षणम् अविद्याबीजप्रसूतं वेद्यं वाक्यं द्वैतं प्राज्ञो न किञ्चन संवेत्ति यथा विश्वतैजसो। ततश्चसौ तत्त्वग्रहणेन तमसा अन्यथाग्रहणबीजभूतेन बद्धो भवति। यस्मात् तुर्यं तत्सर्वदृक्सदा, तुरीया तु अन्यस्य अभावात् सर्वदा सदैव भवति, सर्वं च तदृक् च इति सर्वदृक्। तस्मान्न तत्त्वग्रहणलक्षणं बीजं, तत्र तत्प्रसूतस्य अन्यथाग्रहणस्यापि अत एव अभावः। न हि सवितरि सदा प्रकाशात्मके तद्विरुद्धम् अप्रकाशनम् अन्यथा प्रकाशनं वा सम्भवति? नहि द्रष्टुः दृष्टेः विपर्लोपविद्यते इति श्रुते। अथवा जाग्रत्स्वप्नयोः सर्वभूतावस्थः सर्ववस्तुदृगाभासः तुरीय एवेति सर्वदृक्सद नान्यदतोऽस्ति द्रष्टृ इत्यादि श्रुते। द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः बीजनिद्रायुतप्राज्ञा सा चतुर्येन विद्यते। निमित्तान्तरप्राप्त आशङ्कानिवृत्त्यर्थम् श्लोकः। कथं द्वैत अग्रहणस्य तुल्यत्वे कारणबद्धत्वं प्राज्ञस्यैव न तुरीयस्य इति प्राप्त आशङ्का निवर्त्यते। यस्मात् बीजनिद्रायुतः तत्त्व अप्रतिबोधो निद्रा, सैव च विशेषप्रतिबोधप्रसवस्य बीजं सा बीजनिद्रा, तया युतः प्राज्ञः। सदा सर्वदृक्स्वभावत्वात् तत्त्व अप्रतिबोधलक्षणा बीजनिद्रा तुर्ये न विद्यते, अतो न कारणबन्धः तस्मिन्नित्यभिप्रायः। स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्तु अस्वप्ननिद्रया न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः। स्वप्नः अन्यथाग्रहणं सर्प इव रज्व, निद्रोक्त तत्त्व अप्रतिबोधलक्षणं तमेति ताभ्यां स्वप्ननिद्राभ्यां युतौ विश्वतैजसौ। अतः तौ कार्यकारणबद्धौ इत्युक्तौ। प्राज्ञस्तु स्वप्नवर्जितय केवलया एव निद्रया युतः इति कारणबद्धः इत्युक्तम्। न उभयं पश्यन्ति तुरीये निश्चितः ब्रह्मविदः इत्यर्थः। विरुद्धत्वात् सवितरीव तमः, अतो न कार्यकारणबद्धः इत्युक्तः तुरीयः। अन्यथा गृह्णतस्वप्नो निद्रा तत्त्वम् अजानतः विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते। कदा तुरीये निश्चितो भवति इत्युच्यते? स्वप्नजागृतयोः अन्यथा रज्वां सर्पवतो गृह्णतः तत्त्वं स्वप्नो भवति, निद्रा तत्त्वम् अजानतः तिसृषु अवस्थासु तुल्य। स्वप्ननिद्रयोः तुल्यत्वात् विश्वतैजसयोः एकराशित्वम्, अन्यथाग्रहणप्राधान्याच्च गुणभूता निद्रा इति तस्मिन् विपर्यासः स्वप्नः। तृतीये तु स्थाने तत्त्वग्रहणलक्षणा निद्रा एव केवलविपर्यासः। अतः तयोः कार्यकारणस्थानयोः अन्यथाग्रहणतत्त्वग्रहणलक्षणविपर्यासे कार्यकारणबन्धरूपे परमार्थतत्त्वप्रतिबोधतः क्षीणे तुरीयं पदम् अश्नुते। तदा उभयलक्षणं बन्धनं तत्र अपश्यन् तुरीये निश्चितो भवति इत्यर्थः। अनादिमायया सुप्तो यदा जीवः प्रबुध्यते अयमनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा। योऽयं संसारी जीवः सः उभयलक्षणेन तत्त्वप्रतिबोधरूपेण बीजात्मन अन्यथाग्रहणलक्षणेन च अनादिकालप्रवृत्तेन मायालक्षणेन स्वापेन ममायं पिता पुत्रोऽयं नप्त क्षेत्रं गृहं पशवः अहमीशं स्वामी सुखी दुःखी क्षयितो अहमनेन वर्धितश्चनेन इत्यं प्रकारान् स्वप्न स्थानद्वयेऽपि पश्यन् सुप्तः। यदा वेदान्तर्थतत्त्वाविज्ञेन परमकारुणिकेन गुरुणा नासि एवं त्वं हेतुफलात्मकः किन्तु तत्त्वमसि इति प्रतिबोध्यमानः तदा इयं प्रतिबध्यते। कथं न अस्मिन् बाह्यम् आभ्यन्तरं वा जन्मानि भाविकारो अस्ति अतः अजम् सबाख्याभ्यन्तरो हिजः इति श्रुते सर्वभाविकारवर्जितम् इत्यर्थः यस्मात् जन्मादिकारणभूतं न अस्मिन् अविद्यातमो बीजं निद्रा विद्यते इति अनिद्रम् अनिद्रं हि तत्तुरीयम् अत एव अस्वप्नं तन्निमित्तत्वात् अन्यथा ग्रहणस्य यस्माच्च अनिद्रम् अस्वप्नं तस्मादजम् अद्वैतं तुरीयम् आत्मानं बुध्यते तदा प्रपञ्चो यदि विद्येता निवर्तेतन संशयः मायामात्रमिदं द्वैतम् अद्वैतं परमार्थतः प्रपञ्चनिवृत्त्या चेत् प्रतिबुध्यते अनिवृत्ते प्रपञ्चे कथम् अद्वैतमिति उच्यते सत्यमेवं स्यात् प्रपञ्चो यदि विद्येत रज्ज्वां सर्प इव कल्पितत्वात् न तु स विद्यते विद्यमानश्चेत् निवर्तेत न संशयः न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन् विवेकतो निवृत्तः न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमानः सति निवृत्तः तथा इदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवतो मायाविवच्च अद्वैतं परमार्थतः तस्मान्न कश्चित् प्रपञ्चः प्रवृत्तो निवृत्तो वा अस्ति इति अभिप्रायः विकल्पो विनिवर्तेत कल्पितो यदि केनचिन् उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ननु शास्त्रं शिष्यम् इति अयं विकल्पः कथं निवृत्तः इति उच्यते विकल्पो विनिवर्तेत यदि केनचित् कल्पितस्य यथा अयं प्रपञ्चो मायारज्जुसर्पवन् तथा अयं शिष्यादिभेदविकल्पोऽपि प्राक् प्रतिबोधात् एव उपदेशनिमित्तः अतः उपदेशादयं वादः शिष्यः शास्त्रशास्त्रमिति उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्त्वे द्वैतं न विद्यते सोऽयमात्माद्यक्षरं पदामात्रा मात्राश्च पादा अकारोकारो मकार इति अभिधेयप्राधान्येन पुष्पादात्मा इति व्याख्यातः यः सोऽयम् आत्मा अध्यक्षरम् अक्षरम् अधिकृत्य अभिधानप्राधान्येन वर्ण्यमानो अध्यक्षरम् किं पुनस्तदक्षरमित्याह सोऽयम् प्रयुज्यमानः अधिमात्रं मात्रामधिकृत्य वर्तते इति अधिमात्रं कथम् आत्मनो ये पादाः कास्ताः अकार उकारमकार इति जागरितस्थानो वैश्वानरोकारः प्रथमामात्राप्तेः आदिमत्वादाप्नोति ह वै सर्वान् कामान् आदिश्च भवति एवं वेद तत्र विशेषनियमः क्रियते जागरितस्थानः वैश्वानरः यः तस्य अकारः प्रथममात्रा केन सामान्येन इत्याह आप्तेः आप्तिः व्याप्तिः अकारेण सर्वा वा व्याप्ता अकारो वै सर्वा वा इति श्रुते तदा वैश्वानरेण जगत् तस्य वा एतस्य आत्मनो वैश्वानस्य मूर्धैव सुतेजः इत्यादि श्रुते अभिधान अविधेयोः एकत्वं च अवोचाम आदिः अस्य विद्यते इति आदिमत् यथैव आदिमत् अकाराख्यम् अक्षरं तदा वैश्वानरः तस्माद्वा सामान्यान् अकारत्वं वैश्वानरस्य तदेकत्वविदः फलमाहम् आप्नोति ह वै सर्वान् कामान् आदिः प्रथमश्च भवति महतां य एवं वेद यथोक्तम् एकत्वं वेद इत्यर्थः स्वप्नस्थानस्तैसौकारो द्वितीया मात्रोत्कर्षादुभयत्वादोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्य ब्रह्मवित्कुले भवति एवं वेद स्वप्नस्थानः तैसः यः केन सामान्येन इत्याह उत्कर्ष अकाराद् उत्कृष्टैव हि उकारः तथा तैजसो विश्व उभयत्वाद्व अकारमकारयोः मध्यस्थ उकारः तथा विश्वप्राज्ञ्योः मध्ये तैजसः अतः उभयभाक्त्व सामान्य विद्वत्फलमुच्यते उत्कर्षति ह वै ज्ञानसन्तति विज्ञानसन्ततिं वर्धयति इत्यर्थः समानः तुल्यश्च मित्रपक्षस्यैव शत्रुपक्षाणामपि अप्रद्वेष्यो भवति अब्रह्मविच्च अस्य कुले न भवति एवं वेद सुषुप्तस्थानप्राज्ञो मकारस्तृतीया मात्रा मितेः अपीतेर्वा मिनोति हवा इदं सर्वम् अपीतिश्च भवति एवं वेद सुषुप्तस्थानः प्राज्ञः यः कारस्य मकारः तृतीया मात्रा केन सामान्येन इत्याह सामान्यमिदमत्र मितेः मितिः मानं मीयेते इव हि विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः प्रवेशनिर्गमाभ्यां प्रस्थेनैव एव तथा समाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इव अकार उकारो मकारे अपीतेर्व अपीतिः अप्ययः एकीभव प्रणवोच्चारणैः अन्त्यक्षरे एकीभूतमिव अकार उकारो तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे अतो वा सामान्य एकत्वं प्राज्ञमकार्यो विद्वत्फलमः मिनोति ह वै इदं सर्वं जगद्याथात्म्यं जानाति इत्यर्थः अपीतिश्च जगत्कारणात्मा च भवति इत्यर्थः अत्र अवान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम् अत्रैते श्लोका भवन्ति विश्वस्यात्मविवक्षायामादिसामान्यमुत्कटं मात्रा सम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च अत्र एते श्लोका भवन्ति विश्वस्य अत्वम् अकारमात्रत्वं यदा विवक्षते तदा आदित्वसामान्यम् उक्तन्यायेन उत्कटम् उद्भूतं दृश्यते इत्यर्थः अत्वविवक्षायामिति अस्य व्याख्यानं मात्रा सम्प्रतिपत्तौ इति विश्वस्य अकारमात्रत्वं यदा सम्प्रतिपद्यते इत्यर्थः आप्ति सामान्यमेव च उत्कटम् इति अनुवर्तते च शब्दात्